गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवै नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र स्नेहः स्नेहः इति नूतनगुणः स्नेहः किं करोति इति तत्र गतवर्गे वयं दृष्टवन्तः तत्र स्नेहस्य लक्षणवाक्यं नाम चूर्णादिपिण्डीभावहेतुः अपि गुणः अस्ति स्नेहः स्नेहः गुणः अस्ति चूर्णादिपिण्डीभावस्य कारणं नाम चूर्णादिपिण्डीभावः पिण्डीभावः इत्युक्ते तत्र यदि वयं तत्र अत्र गतवर्गे वयं दृष्टवन्तः उदाहरणं यदासीत् गोधूमपिष्टराशिः गोधूमपिष्टराशिः जलेन संयुक्तः भवति चेत् तत्र गोधूमपिष्टराशिः अस्ति केवलं गोधूम न गोधूमस्य पिष्टः पिष्टः इत्युक्ते किम् इति कोऽपि वदति वा पिष्ट नाम तदेव अस्ति गोधूमपिष्ट तस्य राशिः तत्र जलेन यदि वयं जलम् अत्र स्थापयामः तत्र किं भवति तत्र सर्वं तत्र पार्श्वे पार्श्वे भवति नाम तदेव तत्र पिण्डीभावः तस्य कारणमस्ति स्नेहः इति अतः चूर्णादिपिण्डीभावस्य कारणं स्नेहः अपि स्नेहः इति तत्र केवलं जले एव वर्तते जलमात्रवृत्तिः इति इदानीं तत्र अतः नूतनगुणः स्नेहः इति तत्र गतवर्गे वयं पठितवन्तः अस्मिन् विषये किञ्चित् इदानीमपि तत्र एकं परिच्छेदं पुनः पठित्वा अग्रे सरामः तर्हि तर्हि तत्र तत्र तर्हि तत्र उषा नीता भगिनी नमस्कारः नमस्कारः नमो नमः नमस्कारः भगिनी अस्तु तर्हि उषा भगिनी भवती एव पुनः तत्र गोधूमपिष्टराशिः इति तत् परिचितं पठति वा अस्तु महोदय गोधूमपिष्टराशिः जलेन असंयुक्तः स्थाल्यां गृहीतः तस्य एकस्मिन् भागे हस्तेन गृहीते किं समग्रः राशिः हस्ते गृहीतो भवति एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति न इति लोकसिद्धम् इदम् ततः जलेन युतं तमेव पिष्टराशिं स्थाल्याम् आदाय तत् एकदेशे हस्तेन गृहीते समग्रः राशिः हस्ते घृतः भवति एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति इत्यपि लोकसिद्धम् अस्तु गोधूमराशिः जलेन असंयुक्तः असलेन जलेन असंयुक्तः चूर्णम् इव पौडर् इत्येव अस्ति स्थाल्यां गृहीतः स्थाल्यां गृहीतः अस्तु वयं स्थाल्यां स्वीकरणं कुर्मः तस्य एकस्मिन् भागे हस्तेन गृहीते एकस्मिन् भागे वयं हस्तेन गृहीते समग्रः राशिः हस्ते घृतः नास्ति समग्रराशिः हस्ते घृतः नास्ति एकभागः एव वयं अनन्तरम् एकदेशे वा कर्षिते समग्रः राशिः आकृष्टः भवति न एकदेशे वा कर्षिते एकदेशे वा कर्षिते हौ डु ऐ से दट् एकदेशे वा कर्षिते समग्रः राशिः एकदेशे यत् समग्रराशिः अस्ति तत् आकृष्टः भवति इति न तदपि नास्ति इति वयं जानीमः ततः जलेन युतं तमेव पिष्टराशिं स्थाल्याम् आदाय अनन्तरं वयं जलेन पिष्टराशिः तत्र कार्यद्वयमस्ति, क्रियाद्वयं नाम ग्रहणम् इति कार्यं खलु, हस्तेन गृह्णामः ग्रहणम्, अन्यत् अस्ति तत्र कर्षणं, कर्षणं नाम नाम पुल् अथवा तत्र पुष् इत्यादिकं, तत्र कृषिकार्यं, कृषिकार्यं नाम तत्र तादृशम्, अत्र यदि किञ्चित् तत्र एकदेशे कर्षणं कुर्मश्चेत् किं समग्रराशिः तत्र आकृष्टः भवति वा? केन् यु पुल् एव्रिथिङ्ग् सो कार्यद्वयम्? आम् आम्, ग्रहणम् अपि च आकर्षणमपि. आकर्षणम् अस्तु. ततः अनन्तरं जलेन वयं युक्तः चेत् गोधूमराशिः, गोधूमपिष्टराशिः जलेन युक्तः चेत् तं पिष्टराशिं स्थाल्याम् आदाय तत् एकदेशे हस्तेन ग्रहीतुं शक्यते, ग्रहणं शक्यं अपि च समग्रराशिः हस्ते घृतः भवति, एकदेशे आकर्षणमपि भवति एव इति वयं जानीमः. एकदेशे यदि वयं गृह्णामः तदा तत्र समग्रराशिः हस्ते आगच्छति, अपि एकदेशे कर्षणं कुर्मश्चेदपि समग्रराशि आकर्षणमपि भवति, आकर्षः भवति तस्य इति. अतः तत्र एषा एव तत्र क्रिया नाम तत्र पिण्डीभावस्य, समीचीनं. धन्यवादः भगिनि. अस्तु तर्हि अग्रे अग्रे नीता भगिनी अग्रे पठति वा? को हेतुः स्फुटः जलसंयोगः अस्ति? स्फुटः जलसंयोगः अस्ति कश्चित् गुणविशेषः जले येन पिष्टादौ पूर्वोक्तधारणम् आकर्षणं वा भवति? तेन जलगतेन गुणेन पिष्टराशेः धारणम् आकर्षणं प्रति वा कारणीभूतः पिष्ट अवयवानां विलक्षणसंयोगः उत्पद्यते. अयं संयोग एव शास्त्रे पिण्डिभाव इति उच्यते. यः चूर्णादौ धारणाकर्षणे उत्पादयति तं च पिण्डिभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तः गुणः जलमात्रवृत्तिः. अत्र प्रथमे परिच्छेदे यत् वयं दृष्टवन्तः तस्य एकत्रीकरणं भवति तत्र ग्रहणं तथैव आकर्षणं, धारणं तथैव आकर्षणं तत्र दृश्यते तत्र गोधूमपिष्टराशेः उदाहरणे. अधुना तस्य कारणं किम्? तस्य कारणं तत्र जलसंयोगः इति विशेषता तत्र, इत्युक्ते जले इति तत्र कश्चन गुणः अस्ति विशेषतया वर्तते तत्र एकः गुणः. तेन किं भवति तत्र? तेन पिष्टादौ इत्युक्ते पिष्टसादृशानि यानि द्रव्याणि सन्ति तत्र धारणम् आकर्षणं भवति. तत्र तेन किं भवति? तत् गुणधर्मेण पिष्ट अवयवे, पिष्टे ये अवयवाः सन्ति इत्युक्ते ये सूक्ष्म अवयवाः, तेषां संयोगः उत्पद्यते. तत् जले एकस्मिन् जले एकेन जले स्थितः एकः गुणः तेन पिष्टराशे धारणम् आकर्षणं, तस्मात् कारणात् तत्र पिष्ट अवयवानां संयोगः निष्पद्यते. तस्य संयोगस्य शास्त्रे पिण्डिभाव इति नामकरणम्. अयं संयोगः एव शास्त्रे पिण्डिभाव इति उच्यते. यः पिण्डिभाव चूर्णादौ धारणाकर्षणे उत्पादयति इत्युक्ते एषः गुण, एषः संयोगः पिण्डिभाव इति नाम्ना तत्र शास्त्रे तस्य नामकरणम्. सः पिण्डिभाव चूर्णादौ, चूर्णं सादृश्यानि यानि द्रव्याणि तेषु धारणाकर्षणे उत्पादयति. धारणाकर्षणे उत्पादयति इत्युक्ते तत्र धारणाकर्षणे अत्र द्विवचनान्तं पदम् एव. उत्तमं भगिनि. अपि विभक्ति का? विभक्ति प्रथमाद्विवचनं न उत्पादयति तर्हि कर्तृपदं किमस्ति पञ्चमी वा न उत्पादयति इति क्रिया तर्हि द्वितीया द्विवचनं द्वितीया द्विवचनं द्वितीया विभक्ति द्विवचनं नाम तत्र यः यः उत्पादयति नाम यः पिण्डिभावः अस्ति सः उत्पादयति किम् उत्पादयति धारणम् उत्पादयति कर्षणमपि उत्पादयति धारणकर्षणे कर्मपदं धारणकर्षणे इति द्विवचने समीचीनम् तं च पिण्डिभावं प्रति कारणीभूतः एव स्नेहः अतिरिक्तः गुणः अधुना यः गुणः पिण्डिभावं प्रति कारणीभूतः यः गुणः पिण्डिभावस्य उत्पादनं करोति यः गुणः तत्र स्नेह इति तस्य नामकरणं स्नेह इति यः गुणः एषः गुणः पिण्डिभावं प्रति कारणीभूतः अस्ति एषः गुणः तस्य गुणस्य विषये दत्तमस्ति तस्य गुणस्य जलमात्रवृत्तिः अस्ति इत्युक्ते तत् जले तिष्ठति एषः गुणः जले एव तिष्ठति नाम पृथिव्यां नास्ति पृथिव्यां नास्ति अतः पूर्वं नाम गोधूमपिष्टराशौ तत्र पिण्डिभावः न अभवत् यतोहि तत्र जलं नासीत् स्नेहः इति केवलं जले एव वर्तते अतः जलस्य तत्र अस्तित्वे एव तत्र यदा जलं भवति तदा एव तत्र पिण्डिभावः इत्यादिकं तत्र भवितुम् अर्हति अतः समीचीनं भगिनि तर्हि तत्र पिण्डिभावः इति तत्र किमुक्तं पिण्डिभावः अपि कीदृशः पदार्थः पिण्डिभावः द्रव्यं वा क्रिया वा किम् अस्ति पिण्डिभावः पिण्डिभावः इत्युक्ते संयोगः इति विलक्षणसंयोगः किन्तु संयोग इति गुणे अन्यतमः इति नास्ति क्षम्यतां तत्र विलक्षणसंयोगः एव नाम संयोगेषु विलक्षणसंयोगः अन्यतमः पिण्डिभावः इति पिण्डिभावः विलक्षणसंयोगः तस्य कारणमस्ति स्नेहः इति नूतनगुणः इति अस्ति अतः तत्र स्नेहः इति पिण्डिभावं प्रति कारणमस्ति पिण्डिभावं कं प्रति कारणमस्ति अथवा किं प्रति कारणमस्ति पिण्डिभावः तत्र धारणम् आकर्षणं प्रतिकारणमस्ति समीचीनं भगिनि अतः तत्र अंशत्रयम् अत्र वर्तते स्नेहः पिण्डिभावः तदनन्तरं धारणकर्षणः धारणम् आकर्षणम् इति अस्ति समीचीनं भगिनि धन्यवादः समीचीनं अस्तु अग्रे तर्हि तत्र शोभभगिनी अग्रे पठितुम् इच्छति वा आचार्य घृते नास्ति वा भावः स्नेहभाव इति घृते घृते घृते अपि अस्ति भगिनि घृते घृते अपि प्रायशः अस्ति किन्तु तत्रापि तत्र लड्डुकं निर्मामः किल तत्र अधिकं घृतं योजयामः तर्हि स्नेहभाव पिण्डिभावः सत्यं भगिनि सत्यं तत्रापि वर्तते तत्रापि तत्र प्रायशः जलं अथवा जलस्य अंशाः सन्ति इति चिन्तनीयम् इति मन्ये भगिनि किन्तु सत्यं सत्यं भगिनि अस्तु अग्रेसो वा भगिनि आं महोदय इह लक्षणे धारणकर्षणयोः पिण्डिभावः कारणम् पिण्डिभावं प्रति च स्नेहः कारणम् इति कार्यकारणभावद्वयं प्रविष्टम् अतः व्यवहारगर्भलक्षणवदे लक्षणवत् एव प्रकृते चित्रं सम्पाद्यम् ज्ञानस्थाने धारणाकर्षणे स्थाप्ये इति विशेषः लक्षणपरिष्कारः तु धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रय कारणताश्रयविलक्षणसंयोगनिष्ठकार्यता निरूपिता कारणताश्रयत्वे सति गुणत्वम् इति. अस्तु, तर्हि तत्र धारणाकर्षणयोः विषयः इदानीम् उक्तम्. तत्र चूर्णादौ धारणकर्षणे कर्षणम् उत्पादयति यः पिण्डीभावः, तदपि तत्र स्नेहः इति प्रथमं तेन पिण्डीभावः भवति. स्नेहः पिण्डीभावस्य कारणं, पिण्डीभावः धारणकर्षणयोः कारणम् इति. तर्हि पिण्डीभावं प्रति च स्नेहः कारणं, कार्यकारणभावद्वयं प्रविष्टं. कार्यं पिण्डीभावः, कारण भाव कार्यकारणभावद्वयं प्रविष्टम् इत्युक्ते तत्र कार्यमस्ति, कारणमपि अस्ति इति. तत्र कार्यकारणभावद्वयं किं किम् अस्ति तर्हि अत्र? तत्र कार्यं पिण्डीभावः, अपि च कारणद्वयम् अस्ति. तत्र स्नेहः कारणं भवति प्रथमं, तेन पिण्डीभावः भवति, तदेव कारणकार्यं. तदनन्तरं धारण आकर्षणम् अपि भवति. पिण्डीभावः यदा भवति तदा धारण आकर्षणम् अपि भवति. तर्हि द्वयम् इत्युक्ते किं द्वयं तत्र? अस्तु, पिण्डीभावः इत्युच्यते यः चूर्णादौ धारणकर्षणे उत्पादयति. धारणकर्षणे इति तत्र एकं पदं, वाक्यं भवत्या पठितं. न, तदेव अहं चिन्तयन्ती अस्मि महोदय. धारण आकर्षण इति एकं समस्तपदम् अस्ति. इदानीम् उक्तं तत्र द्वितीयविभक्तिः द्विवचने अस्ति इति. पिण्डीभावः यः चूर्णादौ धारणकर्षणम् उत्पादयति, तर्हि पिण्डीभावः धारणकर्षणयोः कारणं भवति. उत्तमं, तर्हि पिण्डीभावः कारणं, कार्यं किमस्ति? कार्यं धारणकर्षणम् अस्ति. तर्हि धारणकर्षणे धारणकर्षणम् अस्तु. इदानीं अग्रे तदस्ति वा, केवलं तदस्ति वा कार्यकारणभावः अथवा अन्यत् कार्यकारणभावः अस्ति अस्मिन् वाक्ये? स्नेहः इति अपि अस्ति तत्र, तदपि कारणं भवति, पिण्डीभावस्य कृते कारणं भवति. अतः तत्र कार्यकारणभावद्वयं प्रथमं स्नेहः कारणं भवति, तदनन्तरं पिण्डीभावः कारणं. नाम स्नेहः अपि पिण्डीभावः, तयोः मध्ये कार्यकारणभावः इति. अस्तु, स्नेहः कारणं, पिण्डीभावः एव कार्यं भवति. सत् कार्यम् इति एकम् एकं युगलं यत्र कार्यकारणभावः भावः, तदनन्तरं पिण्डीभावः कारणं भवति धारणकर्षणे कार्यम् इति. समीचीनम्. अस्तु, तर्हि तत्र कार्यकारणभावद्वयं प्रविष्टम् अस्ति. लक्षणे नाम तत्र लक्षणे अपि तादृशमेव अस्ति खलु, नाम लक्षणवाक्यं चूर्णादि चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः. चूर्णादिपिण्डीभावहेतुः स्नेहः, तदेव गुणः इति उक्तम्. अतः स्नेहः पिण्डीभावं प्रति कारणमस्ति. इत्युक्ते गुणः अपि अस्ति तत्र, अपि गुणः अपि अस्ति. उत्तमं, गुणः अपि स्नेहः गुणः. तर्हि अतः व्यवहारगर्भलक्षणवत् एव प्रकृते चित्रं सम्पाद्यम्. प्रकृते चित्रे, प्रकृते चित्रं व्यवहार गर्भलक्षणवत्. तत्र व्यवहार इत्युक्ते तत्र पूर्वं दृष्टवन्तः व्यवहार किं तत्र ज्ञानजनकशब्द प्रयोगः व्यवहारः. व्यवहारगर्भलक्षणं लक्षणवत् इत्युक्ते तत्र किमपि लक्षणं स्मरत् स्मरति वा यत्र व्यवहारः इति अस्ति प्रति शब्दप्रयोगः व्यवहारः हा किन्तु लक्षणवाक्यं किमपि स्मरति वा यत्र व्यवहारः इति अस्ति हा व्यवहारहेतुः हा व्यवहारहेतुः इत्यादिकम् आसीत् खलु समीचीनं हा किं महोदय व्यवहारहेतुः इत्यादिकं तत्र आसीत् खलु दक्षिणवाक्यम् आम् पूर्वं दृष्टम् अस्तु तत्र यदि स्मरणं नास्ति चेत् चिन्ता मास्तु नाम तत्र परत्वम् अपरत्वम् अपकालः कालः इति तत्रापि तत्र वयं परत्वम् इति स्वीकुर्मः तत्र परत्वम् इत्यादि व्यवहारहेतुः खलु सः परः सः परः इत्यादि व्यवहारस्य कारणमस्ति परत्वम् इति गुणः एकत्वादिव्यवहारहेतुः सङ्ख्या हा एकत्वादिव्यवहारहेतुः सङ्ख्या समीचीनम् अतः तत्र व्यवहारः इति लक्षणवाक्येषु वयं दृष्टवन्तः पूर्वं खलु आम् आम् तथैव अत्र किम् उक्तं तर्हि वाक्ये व्यवहारगर्भलक्षणवत् इति उक्तम् एव प्रकृते चित्रं सम्पाद्यं तत्र व्यवहारगर्भलक्षणमिति नाम यस्मिन् वाक्ये यस्मिन् वाक्ये व्यवहारः इति एकः भागः वर्तते तावदेव अस्तु व्यवहारगर्भलक्षण लक्षणे लक्षणवाक्ये व्यवहारः इति पदम् अस्ति अस्ति इति अस्तु व्यवहारगर्भलक्षणवत् एव प्रकृते चित्रं सम्पाद्यं चित्रमित्युक्ते तत्र यत् यदि वयं लक्षणवाक्यस्य निर्देशनं कथं कुर्मः कुर्मः तथैव अत्रापि चित्रं यदि लिखामः तत्र सम्पाद्यं नाम सम्पादनीयम् सम्पाद्यं नाम सम्पादनीयम् अस्ति अस्माभिः प्रकृते प्रकृते नाम इदानीं प्रकृतविषये प्रकृतविषये नाम अत्र लक्ष्य प्रकृतविषये अस्ति किम् प्रकृतविषयः अस्ति तत्र कार्यकारणभावद्वयं न न प्रकृतविषये मूलविषयः अत्र मूलविषयः अस्ति मूलविषयः तत्र चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः इति जलं मूलविषयः अस्ति मूलविषयः किम् अस्ति मूलविषयः तु तत्र पिण्डीभावः न स्नेहः न स्नेहः स्नेहः इति गुणः अस्ति न न केवलं किन्तु मूलविषयः अस्ति स्नेहः स्नेहस्य विषये किञ्चित् वदन्तः स्मः खलु किन्तु मूलविषयः अस्ति हा तावदेव तर्हि मूलविषयः अत्र नाम अपि च तद् जलमात्रवृत्तिः अस्ति इति सर्वमस्ति तत् सर्वमस्ति किन्तु मूलविषयः कः प्रकृतविषयः नाम स्नेहः तावदेव तर्हि प्रकृतविषये नाम प्रकृतविषये स्नेहस्य विषये यदि तस्य लक्षणवाक्यं कथं भवति इति तत्र चित्रं लेखितुम् इच्छामः तर्हि चित्रं कीदृशं भवेत् तत्र इदानीं तदेव अग्रे खलु अथवा अत्र एव ज्ञानस्थाने धारणकर्षणे व्यवहारगर्भलक्षणवद् यत्र लक्षणवाक्यव्यवहारः इति पदम् अस्ति तदा यथा चित्रं भवति तथैव अत्रापि अत्रापि चित्रं भवेत् अस्तु अस्तु अस्तु आम् आम् व्यवहारगर्भलक्षणवत् एव प्रकृते चित्रं सम्पाद्यम् अस्तु सम्पादनीयम् हा तत्र ज्ञानस्थाने धारणकर्षणे स्थाप्ये इति विशेषः तत्र ज्ञान अस्तु पूर्वं ज्ञान इति आसीत् लक्षणवाक्ये ज्ञानस्थाने धारणकर्षणे स्थाप्ये इति इदानीं तत्र धारणकर्षणे इति स्थापनीयम् इति भवति तर्हि समीचीनम् अस्तु तर्हि ज्ञानं कुत्र अस्ति तत्र तत्र इत्युक्ते तत्र पूर्वं यथा कृतं तत्र व्यवहारगर्भलक्षणत्वे वत् ज्ञानम् इति आसीत् तस्मिन् स्थाने धारणकर्षणे इति स्थाप्ये इति विशेषः इति समीचीनं। तर्हि तर्हि लक्षण नाम पूर्वं तत्र परत्वम् इति स्वीकुर्मः, तर्हि परत्वं गुणः अस्ति, परत्वं किं कारयति? परत्वं किं कारयति इत्युक्ते तत्र कस्य कारणमस्ति, परत्वं कस्य हेतुः अस्ति? व्यवहारं व्यवहारः अस्तु, नाम परत्वम् अस्ति इति कृत्वा वयं किं वदामः? तत्र कालस्य विषयः आसीत्, कालस्य समीचीनं। तर्हि रामः परः वदामः खलु, श्यामः परः, लक्ष्मणः परः इत्यादि व्यवहारः भवति खलु परत्वात्। तर्हि परत्वम् अस्ति इति कृत्वा एतादृशव्यवहारः भवति खलु, परः इति व्यवहारः, परः आम् परः अपरः इति भवति, इति व्यवहारः भवति आम्। तर्हि यदि व्यवहारः भवति परः रामः परः अनेन किं भवति? ज्ञानं भवति, ज्ञानं भवति, अतः परत्वं व्यवहारस्य हेतुः आम्, व्यवहारस्य हेतुः। हा तर्हि अत्रापि तत्र कार्यकारणभावद्वयम् अस्ति खलु आम्, किं किं तत्र? हा कार्यकारणद्वयं तत्र परत्वम् अत्र एव अस्तु। हा परत्वम् इति कारणमस्ति, व्यवहारः इति कार्यं भवति, तदनन्तरं व्यवहारः कारणं, ज्ञानम् इति कार्यं भवति खलु। तर्हि समीचीनं, हा तर्हि परत्वे कारणता, परत्वे कारणता अस्ति, ज्ञाने किम् अस्ति? कार्यता अस्ति। व्यवहारे, व्यवहारे तत्र तदपि कारणत्वं, कारणता एव अस्ति, केवलं कारणता अस्ति वा? न, तत्र कार्यमपि अस्ति, कारणता अपि अस्ति, तदेव विषयः, सः एव विषयः। तर्हि मध्ये व्यवहारः अस्ति, तत्र कार्यता अपि वर्तते, कारणता अपि वर्तते, यथा पिण्डीभावे। समीचीनं, तर्हि व्यवहारे कार्यता वर्तते, ज्ञाने कार्यता अपि कारणता वर्तते, ज्ञाने केवलं कार्यता, परत्वे केवलं, परत्वे केवलं कारणता, कारणता वर्तते। तर्हि तत्र यदि तयोः मध्ये तत्र कार्यकारणभावस्य वक्तुम् इच्छामः तर्हि तत्र वाक्यं कीदृशं भवति? तत्र व्यवहारे कार्यता अस्ति इति चिन्तयतु, व्यवहारे कार्यता कीदृशी इत्युक्ते वयं किं वदामः? तत्र किं परत्वावच्छिन्नकारणता इति आरभते वा? अथवा समीचीनम्, अथवा परत्वनिष्ठा अपि अत्र परत्व अस्तु, परत्वनिष्ठा, परत्वनिष्ठा किन्तु अवच्छिन्न, तत्र अवच्छिन्नं मास्तु, मास्तु परत्वनिष्ठा व्यवहार, व्यवहारः परत्वनिष्ठा, परत्वनिष्ठा किम्, परत्वे किम् अस्ति? परत्वे कारणता अस्ति, तर्हि परत्वनिष्ठा, परत्वनिष्ठकारणता, परत्वनिष्ठकारणता निरूपिता, निरूपिता कार्यता व्यवहारः इति अस्तु, परत्वनिष्ठा कारणता निरूपिता कार्यता व्यवहारः, व्यवहारे उत्तमं। तथैव इदानीं व्यवहारः अपि ज्ञानं, तयोः व्यवहारनिष्ठा कार्य कारणता निरूपिता, ज्ञाननिष्ठा कार्यता इति अस्ति खलु आम्। इदानीम् अग्रे तर्हि इदानीं लक्षणपरिष्कारः तु अस्तु, धारण आकर्षणनिष्ठकार्यता, धारण आकर्षण अस्तु, धारणाकर्षणनिष्ठा कार्यता निरूपिता कारणता कारणता आश्रयविलक्षणसंयोगनिष्ठकार्यता निरूपिता कारणताश्रयत्वे सति गुणत्वम् अस्तु। इति कस्य लक्षणं वाक्यमस्ति एतत्? गुणत्वं न न कस्य लक्षणवाक्यमस्ति एतत् तत्र गुणः अस्तु लक्षण स्नेहः अतः एव गुणः अस्तु स्नेहस्य लक्षणवाक्यम् अस्तु लक्षणवाक्यम् अस्ति अत्र वयं परत्वम् इति आरभ्य ज्ञानं प्रति गतवन्तः अत्र इदानीं तद् मास्तु यतोहि तत्र ज्ञाने कीदृशी कार्यता इति भवति किन्तु इदानीं वयं स्नेहे कीदृशी कारणता वर्तते इति इच्छामः अतः धारणाकर्षणम् इति आरभ्य तस्य कारणं पिण्डीभावः पुनः तस्य कारणं स्नेहः धारणाकर्षणम् इति आरभ्य स्नेहपर्यन्तम् आगन्तुम् इच्छामः स्नेहे धारणाकर्षणकारणता निरूपित इदानीम् एकमेकं वदतु धारणाकर्षणे किम् अस्ति इति वदतु धारणाकर्षणे तयोः मध्ये कः भावः तत्र सोपानेन एतत् सर्वं सोपानेन करणीयं पिण्डीभावः अस्ति धारणाकर्षणः तत्र अस्ति तयोः मध्ये कः भावः इत्यादिकम् उक्त्वा सोपानेन धारणाकर्षणे पिण्डीभावः अस्ति स्नेहः अपि न पिण्डीभावः एव सोपानेन गच्छतु नाम एकमेकं स्वीकृत्य एतद्वयं स्वीकृत्य तत्र किं किम् अस्ति इति वदतु धारणाकर्षण किं वदनीयं महोदय अस्तु तत्र लक्षणवाक्यं वा अथवा चित्रं किम् अस्ति नाम तयोः मध्ये कः भावः तत्र यदा चित्रं धारणाकर्षणभावः इत्यनयोः मध्ये यदि चित्रं कारण यदि चित्रं लेखितुम् इच्छति तर्हि किं किं तत्र स्थापयति स्नेहः इति स्थापयति पिण्डीभावः धारण्याकर्षण इति स्थापयति खलु इदानीं तस्य उपरि किं किं लेखनीयं भवति तत्र सोपानेन सोपानेन तर्हि पिण्डीभावे किम् अस्तु तत्र पिण्डीभावः अपि धारणकर्षणः तयोः मध्ये कः भावः कारणकार्यभावः अस्ति इति प्रथमसोपानं तर्हि पिण्डीभावे किम् अस्ति इदानीं पिण्डीभावे कार्यमस्ति धारणकर्षणे पिण्डीभावे कारणता अस्ति धारणकर्षणे कार्यता अस्ति समीचीनं इदानीम् अस्यां दिशि आगन्तुम् इच्छामः तत्र विपरीततया धारणाकर्षणे निष्ठा इति आरभ्य पिण्डीभावे कीदृशी कारणता वर्तते धारणाकर्षणकार्यता निरूपित कारणता पिण्डीभावे वर्तते इति खलु समीचीनम् अपि पिण्डीभावः कीदृश पिण्डीभावः इत्युक्ते कः पदार्थः सः द्रव्यं वा गुणः वा किम् अस्ति पिण्डीभावः गुणः नास्ति पिण्डीभावः इति कारणं तु अस्ति इदानीं कीदृशपदार्थः पिण्डीभावः खलु केवलं भावः किन्तु अस्तु तर्हि पिण्डीभावः द्रव्यम् अस्ति विलक्षणसंयोगः इति उक्तं खलु पिण्डीभावः ओ अस्तु अस्तु विलक्षणसंयोगः विलक्षणसंयोगः अवयवानां विलक्षणसंयोगः इति उक्तं खलु पूर्वम् अयं संयोगः एव शास्त्रे पिण्डीभावः अयं संयोगः एव शास्त्रे पिण्डीभावः इति उच्यते अस्तु अस्तु इति अस्ति विलक्षणसंयोगः तर्हि विलक्षणसंयोगः इति अस्तु तर्हि इदानीम् अग्रे तत्र वाक्यम् अन्या कुर्यात् तर्हि मृळनि भगिनी इदानीं तर्हि तत्र शोभभगिन्या पिण्डीभावः अपि धारणाकर्षण तयोः मध्ये सम्बन्धः उक्तः इदानीं इदानीं तत्र स्नेहः अपि पिण्डीभावः तत्र स्नेहे कीदृशी कारणता वर्तते स्नेहः इति स्नेहे कारणता कीदृशी इति अतः पिण्डीभावम् इति आरभ्य स्नेहपर्यन्तं गन्तव्यम्। पिण्डीभावनिष्ठ कार्यतानिरूपित स्नेहनिष्ठकारणता हा इति समीचीनं। हा अतः पिण्डीभावनिष्ठकार्यतानिरूपितकारणता स्नेहे अस्ति खलु। समीचीनं वा तत्र स्नेहः इति स्नेहे कारणता अस्ति पिण्डीभावे कार्यता अस्ति खलु। अस्तु इदानीं पुनः तत्र धारणाकर्षणमपि इदानीं स्वीकरोतु। तर्हि धारणाकर्षणे तत्र इति आरभ्य तत्र अन्तिम नाम स्नेह इति पिण्डीभावं प्रति कारणं पुनः पिण्डीभावः धारणाकर्षणे प्रति कारणं खलु। तर्हि धारणाकर्षणे कार्यता वर्तते। हा तर्हि धारणाकर्षणनिष्ठकार्यता निरूपित्यादिकं वदतु इदानीं। धारणाकर्षणे निष्ठकार्यता निरूपित कार्यता तत्र कारणता कुत्र अस्ति। हा कारणताश्रयः पिण्डीभावः पिण्डीभावनिष्ठ कार्यतानिरूपित कारणताश्रयत्वं स्नेहे स्नेहे। इदानीं तत्र इदानीं वाक्यं पठामः। तर्हि किं किम् अस्ति एकमेकं तत्र वाक्यं पठित्वा वदतु। धारणाकर्षणनिष्ठकार्यता सम्यक् निरूपित कारणताश्रयविलक्षणसंयोगः अत्र पिण्डीभावः इद विलक्षणसंयोगः तं निष्ठ विलक्षणसंयोगनिष्ठकार्यता निरूपित कारणताश्रयत्वे सति गुणत्वं स्नेहत्वम् इति गुणत्वम् तत्र गुणत्वमिति अग्रे शक्ष्यामः किन्तु आश्रयत्वे तावत्पर्यन्तम् आश्रयत्वं तर्हि किं किम् अस्ति इति आश्रयत्वं स्नेहे इति वक्तव्यं। तर्हि किञ्चित् वदतु तर्हि किं किम् अस्ति अत्र। तत्र धारणाकर्षणनिष्ठकार्यता तर्हि धारणाकर्षणे कार्यता अस्ति अनया कार्यतया निरूपित अस्ति कारणता कारणता भवति पिण्डीभावे। तर्हि अयमेव पिण्डीभावः कारणमपि भवति पुनः कार्यमपि भवति। तर्हि पिण्डीभाव अर्थात् अयं विलक्षणसंयोगनिष्ठ अर्थात् पिण्डीभावनिष्ठ कार्यता निरूपित कारणताश्रयः स्नेहः इति स्नेहः इति समीचीनं समीचीनं। तर्हि तत्र किं तत्र यदि एव एतावत् जानीमः लक्षणे धारणाकर्षणयो पिण्डीभावः कारणं पिण्डीभावं प्रति स्नेहः कारणम् इति कार्यकारणद्वयं प्रविष्टं व्यवहारगर्भलक्षणवत् एव प्रकृतिचित्रं सम्पादनीयम् इति एतत् सर्वं तेन वयं किम् अवगच्छामः। अस्तु धारणाकर्षणं तस्य कारणमस्ति पिण्डीभावः पिण्डीभावस्य पुनः कारणमस्ति स्नेहः। अतः तत्र ज्ञानस्थाने पूर्वं व्यवहारः इति मध्ये आसीत् न तादृशव्यवहारहेतुः ज्ञान व्यवहारहेतुः आसीत् इत्यादिकं यत्र अस्ति ज्ञानम् अन्तिमकार्यं तथैव अत्र अन्तिमकार्यमस्ति धारणाकर्षणे। तत्र परत्वमिति मूलकारणमासीत् अत्र स्नेहः इति मूलकारणं मध्येदस्ति तत्र यत्र यदा व्यवहारे कारणता कार्यताद्वयमपि आसीत् तथैव अत्र मध्ये पिण्डीभावे विलक्षणसंयोगे कार्यता अपि वर्तते कारणता अपि वर्तते। कारणता वर्तते यतोहि पिण्डीभावः धारणाकर्षणे प्रति कारणम् पिण्डीभावे कार्यता वर्तते, यतोहि स्नेहं तस्य कारणमस्ति, तर्हि पिण्डीभावे कार्यता अपि वर्तते, कारणता अपि वर्तते. इदानीम् अस्माकं लक्ष्यं किमस्ति? स्नेह, स्नेह इति पदार्थस्य लक्षणम् एव अस्माकं लक्ष्यं. स्नेहः इति अस्माकं लक्ष्यं, स्नेहस्य लक्षणवाक्यम् इच्छामः. उक्तमस्ति स्नेहः कारणमस्ति, तर्हि कारणम् इति एव आधारः अस्ति अस्माकं लक्षणवाक्यस्य. तर्हि लक्षणवाक्यं कीदृशं भवेत्? स्नेहे कारणता वर्तते. सा कारणता कीदृशी इति वक्तव्यमस्ति अस्माभिः. नाम लक्षणम् इति यदि वदामः तर्हि सा कारणता स्नेहे भवेत्, स्नेहे सर्वदा भवेत्, अपि स्नेहं विहाय अन्यत्र न भवेत्. अतः केवलं कारणता इति वदामश्चेत् कारणता बहुत्र वर्तते, तर्हि तस्य विशेषण योजनं करणीयमस्ति. तर्हि स्नेहे या कारणता वर्तते सा पिण्डीभावः इति कार्येण निरूपिता. पिण्डीभावः इति कार्यं जनयति, अतः स्नेहे कार्यता या वर्तते पिण्डीभावकार्यता, पिण्डीभावनिष्ठकार्यतया निरूपिता अस्ति कारणता. अतः वयं वदामः पिण्डीभावः इति तत्र विलक्षणसंयोगः, पिण्डीभावः विलक्षणसंयोगनिष्ठकार्यता निरूपितकारणता एव स्नेहे विद्यमाना कारणता. पुनः सा पिण्ड कार्य अत्र पिण्डीभावे तत्र कारणता अपि वर्तते. अतः तत्र यतोहि पिण्डीभावः कीदृशः इति अपि वक्तव्यं, तर्हि पिण्डीभावः कारणमस्ति धारणाकर्षणे प्रति. अतः पिण्डीभावे कारणता वर्तते, सा कारणता कीदृशी इत्युक्ते धारणाकर्षणे निष्ठकार्यतया निरूपितकारणता पिण्डीभावे अस्ति. अतः सर्वं मिलित्वा वयं वदामः धारणाकर्षणनिष्ठकार्यता निरूपित कारण धारणाकर्षणनिष्ठकार्यता निरूपितकारणता आश्रयः पिण्डीभावः विलक्षणसंयोगः. तस्मिन् नाम निष्ठ कार्यता निरूपितकारणतायाः आश्रयत्वमेव अत्र स्नेहे इति. किन्तु केवलं तद् न, अन्यदपि आयोजनीयम् अतः वर्तते. अतः सति गुणत्वं, सा कारणता अपि लक्षणे, लक्षण दलद्वयमस्ति अत्र लक्षणे. एकमस्ति कारणत्वम् अथवा कारणतायाः आश्रयत्वम्, अन्यत् अस्ति गुणत्वम्. गुणत्वमपि स्नेहे अस्ति, गुणः स्नेह गुणः अस्ति, कारणता कारणमपि अस्ति, कारणतायाः आश्रयत्वमपि स्नेहे अस्ति अस्ति. अतः द्वयमपि मिलित्वा एव तत्र लक्षणवाक्यं भवति. नाम गुणत्वमपि भवेत्, एतादृशी एतादृशं कारणत्वमपि भवेत्, यत्र द्वयमपि अस्ति तदेव तत् स्नेह, सः स्नेहः अत्र अधिकरणम्. अन्यत्र द्वयं नास्ति, एकं भवितुमर्हति, किन्तु द्वयमपि अस्ति चेत् केवलं स्नेहे एव भवति इति अस्ति. हा अस्तु, तर्हि भगिनी राणी भगिनी भवती एव अग्रे अपि पठतु तर्हि. इह सत्यन्तमात्रोपदानेन तिष्ठे अतिव्याप्तिः. तादृशविलक्षणसंयोगं प्रति तिष्ठस्य समवायिकारणत्वात् अतः गुणत्वरूपविश्लेष्यदलं निवेश्यम् विशेष्यदलं निवेश्यम् इष्टे गुणत्वाभावात् नातिव्याप्तिः. इह सत्यन्तमात्र उपादाने पिष्टे अतिव्याप्तिः सत्यन्तमात्र अत्र सति इति वा तत्र लक्षणवाक्ये किमस्ति आश्रयत्वे सति गुणत्वम् इति अस्ति खलु नाम तत्र स्नेहे गुणत्वमपि अस्ति आश्रयत्वमपि अस्ति खलु अत्र किमुक्तं सत्यन्तमात्र उपाधाने नाम उपाधाने नाम वदने तर्हि किं भवति सत्यन्तमात्र कारणताश्रयत्वं स्नेहे स्थापयामः सम्यक् केवलं कारणताश्रयत्वं स्नेहे स्थापयामः तर्हि पिष्टे अतिव्याप्तिः भवति गुणत्वम् इति न स्थापयामः चेत् हा समीचीनं गुणत्वम् इति न स्थापयामश्चेत् किं भवति पिष्टे अतिव्याप्तिः भवति यतोहि एतत् सर्वं पिष्टे अपि पिष्टे एव तत्र पिष्टः एव अधिकरणं तत्र स्नेहः अपि स्नेहः अपि तत्र पिष्टे अस्ति पिण्डीभावः अपि पिष्टे एव अस्ति धारणाकर्षण इति क्रिया अपि पिष्टे एव अस्ति अतः तर्हि कारणं पदं दातव्यं विलक्षण नाम पिण्डीभावस्य नाम अत्र किम् उक्तवन्तः वयं तत्र स्नेहः कस्य कारणमस्ति पिण्डीभावं प्रति कारणं खलु तर्हि पिण्डीभावः इति गुणः अस्ति गुणस्य आश्रयः कः अधिकरणं किम् अस्ति पिण्डीभावस्य अधिकरणम् इदानीं पिष्टमस्ति पिष्टः तर्हि पिण्डीभावः अपि पिष्टे अस्ति स्नेहः अपि पिष्टे अस्ति खलु तर्हि तत्र कीदृशकारणमस्ति तर्हि स्नेहः पिण्डीभावं प्रति कीदृशं कारणं भवति अत्र स्नेहः इति कारणं पिण्डीभावः इति कार्यम् अधिकरणमस्ति पिष्टः इदानीं किं किम् आलोचनीयमस्ति अत्र कारणम् अधिकरणे केन सम्बन्धेन अस्ति इत्यादिकं किञ्चित् वदति वा तर्हि पिष्ठे स्नेहः अस्ति पिण्डीभावः अपि अस्ति स्नेहे कारणता अस्ति सम्यक् समीचीनं कारणता पिण्डीभावः कार्यता स्नेहः अधिकरणे केन सम्बन्धेन अस्ति स्नेहः इति गुणः अतः समवायि सम्बन्धेन पिष्ठे वर्तते समीचीनं पिण्डीभावः तदपि विशेष विशेषविलक्षणसंयोगः तदपि समवायिसम्बन्धेन पिष्ठे वर्तते उत्तमं तर्हि तत्र स्नेहः पिण्डीभावं प्रति कीदृशं कारणमस्ति ओ असमवायिकारणं वा असमवायिकारणं स्नेहः समवायेन अधिकरणे पिष्टे स्थित्वा समवायेन पिण्डीभावं जनयति अथवा तत्र समवायसम्बन्धावच्छिन्न सम्बन्ध स्नेहः समवायसम्बन्धेन पिष्ठे स्थित्वा समवायसम्बन्धेन पिण्डीभावं जनयति इति वा इति एव अस्ति समीचीनं तदेव अस्ति अतः तत्र स्नेहः इति असमवायिकारणम् अस्ति पिण्डीभावस्य इदानीं पिण्डीभावस्य समवायिकारणं किम् अस्ति पिण्डीभावस्य समवायिकारणं क्षणमेकम् आचार्य अत्र धारणकर्षणे कार्यं कार्यता वर्तते किल पिण्डीभावेन किन्तु तस्य महत्त्वम् इदानीं नास्ति केवलं पिण्डीभावस्य समवायिकारणं किम् इति पिण्डीभावस्य समवायिकारणम् ओ पिण्डीभावस्य समवायिकारणं पिष्ठनिष्ठनिहता वा अन्य कोऽपि तत्र सहायं करोति वा पिण्डीभावस्य समवायिकारणं किम् अस्ति अत्र घटस्य समवायिकारणं किम् अस्ति सम्बन्धेन यत् अस्ति नाम सर्वदा अत्र शङ्का मास्तु गुणस्य समवायिकारणं सर्वदा तस्य अधिकरणं पिष्टमिति अत्र पिष्टः पिण्डीभावः इति गुणः गुणस्य आश्रयः द्रव्यं तद्द्रव्यमेव समवायिकारणं रूपस्य समवायिकारणं घटनिष्ठ नाम तत्र रक्तरूपं घटे अस्ति चेत् रूपस्य समवायिकारणं घटः सङ्ख्या एकत्वम् एकः घटः सङ्ख्या तस्य समवायिकारणं घटः अन्यत् किमपि नास्ति अतः एतत् सरलम् अतः पिण्डीभावक्तव्यं वा आचार्य हा हा समीचीनं भगिनि हा नाम तत्र गुणः इति नाम गुणस्य साक्षात् आश्रयः समवायेन आश्रयः अतः अत्र समीचीनं पिष्टः इव द्रव्यं तस्य अधिकरणम् अतः पिण्डीभावस्य कारणं पिष्टः इति वक्तव्यं पिष्टः इति पिष्टः एव तस्य समवायिकारणं तर्हि पिष्टे अपि कारणता अस्ति खलु यतोहि पिण्डीभावं प्रति कारणमस्ति पिण्डीभावनिष्ठकार्यतानिरूपितकारणता पिष्टे अपि वर्तते खलु अपि यदि वयं वदामः धारणाकर्षणनिष्ठकार्यतानिरूपित धारणाकर्षणनिष्ठकार्यतानिरूपितकारणता आश्रयपिण्डीभावनिष्ठकार्यतानिरूपितकारणता कुत्र वर्तते इति वदामश्चेत् स्नेहे अपि अस्ति पिष्टे अपि अस्ति अतः ये केवलम् एतावत् वदामः गुणत्वम् इति त्यजामः तर्हि कारणता आश्रयत्वम् इति वदामः लक्षणं तर्हि अतिव्याप्तिः भवति स्नेहे अपि अस्ति पिष्टे अपि अस्ति धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यता नाम पिण्डीभावनिष्ठकार्यतानिरूपितकारणता कुत्र पिष्टे अस्ति खलु पिष्टः पिण्डीभावं प्रति कारणं कारणं कार्यं पिण्डीभावनिष्ठकार्यतानिरूपितकारणता पिष्टे अस्ति स्नेहे अपि अस्ति अत्र एतत् योजयामश्चेत् धारणाकर्षणनिष्ठकार्यतानिरूपितकारणता आश्रयः पिण्डीभावः इति योजयामश्चेत् तत्र हानिः नास्ति यतोहि तदनन्तरं पिण्डीभावनिष्ठकार्यतानिरूपितकारणता इति एव वदामः तत्र एव महत्त्वम् सा कारणता पिष्टे अपि अस्ति स्नेहे अपि अस्ति अतः अतिव्याप्तिः भवति अतः पिष्टे अतिव्याप्तिः तादृशविलक्षणसंयोगं प्रति अर्थात् पिण्डीभावं प्रति पिष्ठस्य समवायिकारणत्वात् सम्यक् पिष्टस्य समवायिकारणत्वात् नाम पिष्टः एव तस्य समवायिकारणम् अस्ति इति कृत्वा अत्र अतिव्याप्तिः भवति अतः किं करणीयम् अतः गुणत्वरूपविशेष्यदलं निवेश्यम् निवेश्यं नाम निवेशनीयम् अनियर् अनियर् इत्येव अर्थः अत्र निवेशनीयं किं निवेशनीयम् आं दातव्यमिति लक्षणे किं दातव्यं तर्हि गुणत्वरूपविशेष्यदलं गुणत्वं रूप इति रूप ऐ मीन् हाविङ्ग् द फार्म् आफ् गुणत्वं तादृश विशेष्यदलं विशेष्यदलम् इन् द फार्म् आफ् गुणत्वं गुणत्वरूपविशेष्यदलं तत्र स्थापनीयम् अथवा दातव्यम् अतः एव प्रति गुणत्वम् इति लक्षणवाक्यं भवति तेन तत्र यदि तद् दलं स्थापयामः तर्हि अतिव्याप्तिदोषः गच्छति वा इति द्रष्टव्यमस्ति खलु तर्हि अग्रे किमुक्तम् अभावात् पिष्टे गुणत्वम् अस्ति वा नास्ति नास्ति द्रव्यमस्ति गुणत्वस्य अभावः अस्ति पिष्टे द्रव्यं किल किं वक्तव्यं द्रव्यं पिष्टम् इति द्रव्यं गुणत्वं गुणः नास्ति पिष्टः इति द्रव्यमस्ति अतः पिष्टे गुणत्वस्य अभावः अस्ति अतः तस्मात् कारणात् गुणत्वस्य अभावः अस्ति इति कृत्वा तस्मात् न अतिव्याप्तिः इति अस्ति हा समीचीनं भगिनी हा धन्यवादः अस्तु अग्रे चन्द्रमती भगिनी नमस्कारः अग्रे पठति वा भगिनी हा नमस्कारः भगिनी विशेष्यमात्रोपादाने सूपादौ गुणे रूपादौ गुणे गुणत्वसत्त्वात् अतिव्याप्तिः स्फुटैव सत्यन्तनिवेशन अत्यन्तनिवेशेन तेषां तादृश असंयोगकारण तादृश संयोगकारणत्व अभावात् तादृश संयोगकारणत्व अभावात् वारणं च विशेष्यमात्रोपादाने नाम पूर्वं किम् उक्तं तत्र नाम मृणाली भगिन्या यत् पठितं तत्र किम् आसीत् स्नेह इति दक्षिणभारते किं दलम् आवश्यकम् इति उक्तम् स्नेहः अतिव्याप् अत्र पिष्टे अतिव्याप्ति स्नेहः कीदृशपदार्थः अस्ति स्नेहः स्नेहः पिष्टि पिण्डीभाव अत्र पिण्डीभावः अस्ति स्नेहः पिष्टे तिष्ठति अधिकरणं स्नेहः अपि पिष्टे अधिकरणम् अस्ति पिण्डीभावः अधिकरणमपि पिष्टे अस्ति तर्हि स्नेहः पिण्डीभावं पिण्डीभावस्य स्नेहः कारणं भवति पिण्डीभावः हा इति समीचीनं हा पिण्डीभावस्य अन्यनाम अस्ति विलक्षणसंयोगः नाम तत्र विशिष्टसंयोगः साधारणसंयोगः नास्ति विशिष्ट अथवा विलक्षणसंयोगः इति पिण्डीभावः किन्तु स्नेहः इति गुणः अस्ति स्नेहः इति गुणः अस्ति पिण्डीभावः अपि गुणः एव गुणः अस्ति सत्यं किन्तु स्नेहस्य लक्षणम् इति अस्माकं लक्ष्यं स्नेहस्य लक्षणं किम् इति इच्छामः वक्तुम् इच्छामः तर्हि स्नेहे गुणत्वम् अस्ति इति यदि गुणत्वं न वदामः केवलं पिण्डीभावस्य कारणमिति वदामः तर्हि किं भवति पिष्टः अपि पिण्डीभावस्य कारणमस्ति खलु अतः केवलं स्नेहः पिण्डीभावस्य कारणता एव स्नेहस्य लक्षणमिति स्वीकुर्मश्चेत् तत्र दोषः भवति यतोहि पिण्डीभावं प्रति कारणतः स्नेहे अपि अस्ति पिष्टे अपि अस्ति पिष्टः समवायिकारणमस्ति स्नेहः असमवायिकारणमस्ति अतः स्नेहे पिण्डीभावस्य कारणता अपि अस्ति गुणत्वमपि अस्ति इति यदि वदामः तर्हि अतिव्याप्तिः न भवति यतोहि पिष्टे गुणत्वं नास्ति कारणता अस्ति किन्तु गुणत्वं नास्ति स्नेहे गुणत्वमपि अस्ति कारणता अपि अस्ति, पिण्डीभावं प्रति कारणता अपि अस्ति, स्नेहे गुणत्वमपि अस्ति, स्नेहे गुणत्वम् अस्ति कारणता अपि अस्ति, पिष्टे गुणत्वं नास्ति इति वा? हा इति अस्ति, समीचीनं। हा अतः तत्र यत् मृणालिनी भगिन्या पठितं तत्र गुणत्वरूपविशेष्यधलं निवेशनीयं, नाम गुणत्वम् इति धलमपि स्थापनीयमस्ति, तदा एव लक्ष्यं निवारणार्थम्। हा अतः विशेष्यधलम् अत्र विशेष्यमात्र उपाधाने इत्युक्ते किं भवति, अत्र विशेष्यधलं किम् आसीत्, गुणत्वम् इति एव विशेष्यधलम्। गुणत्वम् इति नूतनदलं स्थापितवन्तः गुणत्वम् इति, तर्हि गुणत्वं विशेष्यमात्र इत्युक्ते केवलं विशेष्यं, विशेषमस्ति गुणत्वं, तर्हि केवलं गुणत्वम् इति वदामः इति उपाधाने, मात्र उपाधाने, नाम केवलं गुणत्वम् इति एव स्नेहस्य लक्षणम् इति वदामश्चेत् तत्र दोषः भवति वा? हा कुत्र, केवलं गुणत्वं केवलं स्नेहे अस्ति वा? केवलं गुणत्वं पिष्टे अपि गुणत्वं केवलं स्नेहे अस्ति वा अथवा अन्यत्रापि गुणत्वम् अस्ति वा? स्नेहे एव, न स्नेहे गुणत्वम् अस्ति, किन्तु गुणत्वम् अन्यत्र नास्ति वा, अन्यत्र नाम लोके केवलं पिष्टे इति अन्यत्र अस्ति, कुत्र? तत्र वाक्यं पठतु भवती एव। विशेषमात्र उपादाने रूपादौ गुणे गुणत्वसत्त्वात् रूपादिः गुणः एव, रूपादिः गुणः सन्ति खलु, रूपं रसम् इत्यादि तत्र गुणाः सन्ति, तेषु तु गुणत्वम् अस्ति खलु, गुणत्वसत्त्वात् अतिव्याप्तिः भवति खलु, अतिव्याप्तिः स्फुटः एव, स्फुटः नाम तत्र आब्वियस् आब्वियस् तत्र स्पष्टं खलु, तत्र अतिव्याप्तिः भवति, तत्र केवलं गुणत्वम् इति वदामश्चेत् अतिव्याप्तिः भवति, अतः गुणत्वं केवलं गुणत्वम् इति वदामश्चेत् अतिव्याप्तिः, केवलं कारणत्वम् इति वदामश्चेत् अपि अतिव्याप्तिः, कारणत्वम् अपि गुणत्वं द्वयमपि वदामश्चेत् सम्यक् भवति इति चिन्तनं भवेत्। अतः अत्र उक्तं किं, सत्यन्तनिवेशेन, सत्यन्तनिवेशेन इत्युक्ते सति अत्यन्त, किन्तु अर्थः कः अत्र सत्यन्तनिवेशेन, निवेशेन तेषां तादृश अन्य कोऽपि वदति वा अत्र सत्यन्तनिवेशेन इत्युक्ते किम् इति? तत्र सति गुणत्वम् इति अस्ति, तत् सति गुणत्वं, गुणत्वम् इत्यस्य स्थापनं भवेत्, गुणत्वम् इति शब्दस्य तत्र स्थापनं भवेत् इति, निवेशनस्य स्थापनीयं, तत् सति पूर्वस्मिन् परिच्छेदे यत् अस्ति तस्य सिद्ध्यते। समीचीनं, किन्तु नाम विशेष्यमात्र उपादाने, नाम गुणत्वम् इति यदि वदामः तर्हि अतिव्याप्तिः भवति खलु, अतः गुणत्वम् इति वक्तव्यम्। अन्यत् किमपि वक्तव्यं वा? अन्यत् किं वक्तव्यमस्ति? गुणत्वं सत्यन्तनिवेशेन इति उक्तं, सत्यन्तनिवेशेन इत्युक्ते सत्यन्तम् इत्युक्ते अर्थः कः अत्र? स्नेहः पिष्टभावः द्वयमपि सत्यन्तमी प्रयोगम् अस्ति वा महोदय? हा हा तदेव अस्ति, किन्तु अत्र अन्वयः कुत्र अस्ति इति मम प्रश्नः, नाम यत् अस्माभिः पठितं तस्मिन् कुत्र सति इति आगच्छति, सत्यन्तं कुत्र अस्ति एतावत् यत्र पठितं वयं, सति कुत्र भवति खलु आचार्य निरूपितकारणात् आश्रयते गुणत्वे अपि वा? हा सति इति अत्र अस्ति खलु समीचीनं सति इति अस्ति खलु अत्र एतदेव तत्र शोभभगिन्या पठितं लक्षणवाक्यं खलु एतत् सति गुणत्वम् इति तावत्पर्यन्तं खलु लक्षणवाक्यं लक्षणपरिष्कारः तु स्नेहस्य लक्षणवाक्यं कीदृशं भवति एतादृशं भवति इति उक्तम् अत्र सति गुणत्वं नाम एतत् अस्ति यदा सति इति सतिसप्तमी समीचीनं भगिनि एतत् आश्रयत्वे सति नाम आश्रयत्वं यदा अस्ति तदा गुणत्वमपि भवति चेत् तद् स्नेहस्य लक्षणं भवति इति सति न न सत्यन्तं नाम एतत् सर्वं सत्यन्तं यत्र सति अन्ते अस्ति सति कस्य एतस्य अन्ते अस्ति तदेव सत्यन्त अतः एतदस्ति सत्यन्त सत्यन्तस्य निवेशेन केवलं गुणत्वम् इति मास्तु गुणत्वमपि आवश्यकं गुणत्वं नाम पूर्णसम्पूर्णलक्षणवाक्यं यदि भवति चेत् तदा किं भवति तादृशसंयोगकारणत्व अभावात् कारणं च इदानीं केवलं गुणत्वम् इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति रूपे खलु यतोहि रूपे अपि गुणत्वम् अस्ति इदानीं तस्य निवारणं करणीयं नाम रूपम् इति रूपे ये अस्माकं लक्षणं न भवेत् केवलं गुणत्वं वदामश्चेत् अतः केवलं गुणत्वम् इति वदामश्चेत् अतिव्याप्तिः भवति तद् न इच्छामः तर्हि कथं वारयामः तर्हि कारणत्वं कस्य कारणत्वं पिण्डीभावं प्रति कारणत्वं विलक्षणसंयोगं प्रति कारणत्वं स्नेहे अस्ति किन्तु पिण्डीभावस्य कारणं किं रूपम् अस्ति वा अथवा रसः अस्ति वा अथवा सङ्ख्या अस्ति वा परिमाणम् अस्ति वा न पिण्डीभावं प्रति केवलम् एकः एव गुणः कारणमस्ति सः अस्ति स्नेहः अतः तादृशसंयोगकारणत्वं स्नेहे एव वर्तते रूपे नास्ति अन्येषु गुणेषु नास्ति अतः तादृशसंयोगकारणत्वस्य अभावः रूपे अस्ति रसौ अस्ति अतः यदि एतत् नियोजयामः कारणत आश्रयत्वम् इति यदि नियोजयामः तर्हि अतिव्याप्तिदोषः गच्छति अतिव्याप्तिः इदानीं नास्ति तर्हि सत्यन्तनिवेशेन अतः सम्पूर्णवाक्यम् अपेक्षितमस्ति लक्षणाय तदैव अतिव्याप्तिः न भवति गुणत्वं त्यजामश्चेत् पिष्टे अतिव्याप्तिः एतत् त्यजामः केवलं गुणत्वमिति वदामश्चेत् रूपे अतिव्याप्तिः भवति किन्तु एतदपि भवेत् एतत् सर्वमपि भवति चेत् अतिव्याप्तिदोषः नास्ति स्नेहे एतत् सर्वं वर्तते अतः तत्र यथा वयं पूर्वं व्यवहार इति स्थाने वयं चित्रं लिखितवन्तः तथैव अत्रापि कर्तुं शक्नुमः प्रयत्नं कुर्वन्तु सर्वे तत्र व्यवहारहेतुः इति चित्रं दृष्ट्वा अत्रापि चित्रं कीदृशं भवति इति वाक्यं दृष्ट्वा अपि तत्र कुर्वन्तु तत्र लाभः भवति अत्र न वदति चेत् कुत्र अतिव्याप्तिः भवति केवलं रूप केवलं गुणत्वम् इति वदामश्चेत् रूपे अतिव्याप्तिः भवति केवलं कारणत्वं नाम पिण्डीभावस्य कारणम् अथवा पिण्डीभावं प्रति कारणता इति वदामश्चेत् पिण्डीभावस्य कारणं स्नेहः अपि कारणमस्ति पिष्टः अपि कारणमस्ति पिष्टः समवायिकारणमस्ति स्नेहः असमवायिकारणमस्ति किन्तु स्नेहे अपि कारणता अस्ति पिष्टे अपि कारणता अस्ति अतः कारणता आश्रयत्वम् इति तावत् वदामश्चेत् किन्तु गुणत्वं न वदामश्चेत् कारणता अथवा कारणता आश्रयत्वं स्नेहे अस्ति पिष्टे अपि अस्ति पिष्टे अतिव्याप्तिः भवति चन्द्रमति भगिनी समीचीनं वा स्नेहः एव वदति चेत् पिष्टे अतिव्याप्तिः वा पिष्टः एव वदति केवलं कारणत्वं केवलं पिण्डीभावस्य कारणत्वम् इति वदामश्चेत् पिण्डीभावस्य कारणत्वं पिण्डीभावस्य कारणं किं किं पिण्डीभावस्य कारणं स्नेहः अपि कारणं खलु पिण्डीभावं प्रति पिण्डीभावस्य कारणं पिष्टः अपि भवति खलु समवायम् असमवायम् हा तर्हि कारणता कुत्र अस्ति पिण्डीभावं प्रति कारणता स्नेहे अस्ति पिष्टे अतः स्नेहस्य लक्षणवाक्यम् इच्छामश्चेत् केवलं कारणता इति वदामश्चेत् तत्र दोषः भवति खलु यतोहि कारणता स्नेहे तु अस्ति अन्यत्र अपि अस्ति अतः कारणता प्लस् गुणत्वम् इति लक्षणवाक्यं भवति कारणता अपि भवेत् गुणत्वमपि भवति चेदेव लक्षण सम्यक् भवति लक्षणं सम्यक् भवति न न गुणत्वं गुणः अस्ति इति कृत्वा गुणत्वं स्नेहः गुणः अस्ति तर्हि स्नेहे गुणत्वम् इति धर्मः अस्ति खलु गुणस्य धर्मः गुणत्वं गुणत्वम् इति धर्मः स्नेहे वर्तते अतः स्नेहे गुणत्वमपि अस्ति कारणता अपि अस्ति पिष्टे केवलं कारणता अस्ति गुणत्वं नास्ति रूपे गुणत्वमस्ति किन्तु कारणता नास्ति अतः कारणता योगः गुणत्वम् इति यदि वदामः लक्षणवाक्य लक्षणरूपेण तर्हि अतिव्याप्तिदोषः गच्छति न अस्तु समीचीनम् अस्तु इदानीम् अग्रे अग्रे गच्छामः तर्हि तर्हि तत्र अग्रे उषा भगिनी अग्रे पठति वा अस्तु महोदय स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इह तादृशपिण्ड तत्र अस्तु अस्तु तर्हि तत्र एव तत्र मया दोषः उक्तः इति आगच्छति अहम् उक्तवान् स्नेह तत्र स्नेहः तत्र समवाय असमवायिकारणम् इति उक्तवान् खलु तत्र नास्ति अहं क्षम्यतां हा तर्हि दोषः आसीत् तर्हि स्नेहस्य पिण्डीभावं प्रति निमित्तकारणत्वम् इति अस्तु न तु असमवायिकारणत्वम् इति कारणता तु अस्ति किन्तु असमवायिकारणं नास्ति इति अस्ति अत्र इति दत्तमस्ति अहं पश्यामः इह तादृशपिण्डीभा परन्तु समवायिकारणेन स्नेहः अतः एव तत्र सर्वं पिण्डीभावः अपि समवायिकारणेन अतः एव तत्र मया दोषेन उक्तः अग्रे पश्यामः तत्र विवरणं दत्तमस्ति निमित्तकारणं भवति इति इह तादृशपिण्डीभावः विलक्षणसंयोगरूपः अस्तु समवायेन पिष्टे वर्तते अस्तु स्नेहः तु समवायेन जले विद्यमानः स्व आश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे भवति स्व आश्रयसंयुक्तत्व अस्तु पठामि स्वं स्नेहः स्वम् स्वं स्नेहः स्वाश्रयः जलं स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः स्व आश्रयसंयुक्तत्वरूपः पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धः तु समवायः अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति तादृशपिण्डीभावः विलक्षणसंयोगः रूपः विलक्षणसंयोगः पिण्डीभावः इति नाम्ना वदामः. विलक्षणसंयोग पिण्डिभावः समवायेन पिष्टे वर्तते. अस्तु, हा इति अतः अस्माकं चित्रं तत्र पिण्डिभावः पिष्टे समवाये सम्बन्धेन वर्तते इति समीचीनम्. अस्तु, किन्तु अग्रे स्नेहः तु समवायेन जले विद्यमानः स्व आश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे भवति. स्नेहः प्रथमं जले विद्यमान नाम स्नेहः वयं पठितवन्तः तत्र स्नेहः जलमात्र जले एव वर्तते इति खलु. जलमात्रवृत्तिः इति अतः अत्र दोषः आसीत् मम चित्रे दोषः आसीत्, क्षम्यताम्. तर्हि इदानीं सम्यक् चित्रं लिखामः. तर्हि स्नेहः अपि तत्र पिण्डिभावः तर्हि पूर्वम् असमायिकारणत्वम् एतत् सर्वं मया यदुक्तं तत्र दोषः अस्ति, केवलं कारणत्वम् इति एव वक्तव्यम् आसीत्. अस्तु, तर्हि पिण्डिभावः साक्षात् पिष्टे अस्ति. पिष्टे तत्र समवायसम्बन्धः, किन्तु स्नेहः जले अस्ति. जले केवलं जले एव. तर्हि स्नेहः जले अस्ति. तत्र स्नेहः कदा पिण्डिभावं जनयति? यदा पिष्टः जलेन संयुक्तः भवति तदा एव खलु. अतः जलः अपि तत्र पिष्टः तयोः मध्ये तत्र संयोगसम्बन्धः. खलु? आम् महोदय. अतः अस्माकं चित्रम् एतादृशं भवेत् यत्र वयं स्नेहः जले अस्ति, जलः पिष्टेन संयुक्तः भवति अथवा पिष्टः जलेन संयुक्तः भवति, पिण्डिभावः पिष्टे अस्ति. तर्हि इदानीम् अस्माकं प्रश्नः, स्नेहः केन सम्बन्धेन पिष्टे अस्ति? यतोहि कारणं स्नेहः तु पिण्डिभावं प्रति कारणमस्ति. तर्हि समान अधिकरणं भवेत्. पिण्डिभावस्य अधिकरणं किं? पिष्टः. पिष्टः. अतः कार्यस्य अधिकरणं पिष्टः इति कृत्वा कारणस्य अधिकरणमपि पिष्टः एव. अतः प्रश्नः अस्ति, केन सम्बन्धेन कारणम् अधिकरणे अस्ति इति वक्तव्यम्. अतः अत्र किम् उक्तं? स्नेहः तु समवायेन जले विद्यमानः स्व आश्रयसंयुक्तत्वसम्बन्धेन एव परम्परारूपेण पिष्टे भवति. इदानीं नाम अत्र स्नेहः परम्परासम्बन्धेन पिष्टे अस्ति इति तात्पर्यं, किन्तु तत् कथमिति यत् पदमत्र अस्ति तस्य विवरणम् अग्रे अस्ति. स्वम् इति आरभ्य किं किम् इति पठामः. स्वम् इति स्नेहः. सो स्व आश्रयः जलं. सो स्नेहस्य आश्रयः जलं. स्व आश्रयसंयुक्तं पिष्टं. स्व आश्रयसंयुक्तं इत्यनेन संयोगः इति वक्तुं तत्र संयुक्तं. सो जल स्नेहस्य आश्रयसंयुक्तत्वं संयुक्तत्वं संयुक्तसम्बन्धेन एव परम्परारूपेण पिष्टे भवति. स्नेहः स्वाश्रयः जलम् स्वाश्रयसंयुक्तं पिष्टं तादृशसंयुक्तत्वं पिष्टे इति स्नेहनिष्ठकारणता आश्रय कारणता अवच्छेदकसम्बन्धः स्व आश्रयसंयुक्तत्वरूपः. अस्तु, सो स्नेहे यत् कारणता अस्ति तत् कारणता स्नेहनिष्ठकारणता अवच्छेदकसम्बन्धः स्नेह आश्रय संयुक्तरूपसम्बन्धः न तर्हि भगिनि नाम तत्र पिण्डीभावे कीदृशी कारणता कार्यता इति पिण्डीभावः इति कार्यं खलु कार्यं पिण्डीभावः इति कार्यं कार्यम् अधिकरणे केन सम्बन्धेन अस्ति अधिकरणे समवायसम्बन्धेन अस्ति तदा वयं किं वदामः कार्यता अवच्छेदकः सम्बन्धः अस्ति इदानीम् अत्र अपि स्नेहे कारणता अस्ति कारणतायाः अवच्छेदकः भवति सम्बन्धः सः सम्बन्धः केवलं समवायः इति नास्ति खलु समवाय प्लस् सम्थिङ्ग् अपि च संयोग अतः स्व आशय सम्बन्धः सम्बन्धः कीदृशः स्व आशयसंयुक्तत्व स्व इति स्नेह स्व इति स्नेहः स्नेहस्य आश्रयः जलं तेन संयुक्तः तेन जलसंयुक्त जलसंयुक्तः अस्ति पिष्टः अतः जलसंयुक्तत्वं पिष्टे अस्ति अतः तेन सम्बन्धेन स्व आश्रयसंयुक्तत्वसम्बन्धेन पिष्टे स्नेहः अस्ति तदेव परम्परासम्बन्धः किन्तु परम्परा इति साधारण नाम सामान्यनाम नाम अस्ति अत्र कीदृश परम्परा इत्युक्ते वयं वदामः तावदेव अतः एव स्व आश्रयसंयुक्तत्वसम्बन्धेन परम्परा परम्परारूपसम्बन्धः तथैव अतः स्नेहः समवायसम्बन्धेन पिष्टे नास्ति अतः स्नेहः असमवायिकारणं नास्ति पिण्डीभावं प्रति अस्तु इति अहं मम मनसि आसीत् निमित्तकारणम् अस्ति इति किन्तु अहं विस्मृतवान् तत्र वर्गे अहम् असमवायिकरणम् असमवायिकरणम् इति बहुवारम् उक्तवान् दोषाय एव अस्तु तर्हि पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धः तु समवायः पिण्डीभावस्य कृते कार्यता अस्ति पिण्डीभावनिष्ठकार्यता अवच्छेदकसम्बन्धः तु समवायः पिष्टे पिष्टः इति द्रव्यः पिण्डीभावः इति विशेष विलक्षणसंयोगः इति गुणः इति अनेन समवायसम्बन्धः एव अतः स्नेहः पिण्डीभावं प्रति निमित्तकारणं भवति निमित्तकारणम् इति वदामः स्व आश्रयसंयुक्तत्वरूपसम्बन्धः अस्तु नाम अत्र कारणस्य वैविध्यं वर्तते कारणेषु प्रथममस्ति समवायिकारणं द्वितीयमस्ति असमवायिकारणं तद् असमवायिकारणे तत्र द्वैविध्यम् अस्ति किन्तु इदानीं केवलम् असमवायिकारणम् इति चिन्तयामः स्थूलरीत्या तर्हि प्रथममस्ति समवायिकारणं द्वितीयमस्ति असमवायिकारणं यद् कारणम् अस्ति किन्तु समवायिकारणमपि नास्ति असमवायिकारणमपि नास्ति तद् निमित्तकारणम् इति वदामः अतः निमित्तकारणानि अनेकानि भवन्ति किन्तु एकमेव समवायिकारणं भवति एकम् अथवा द्वयं तत्र असमवायिकारणं भवितुमर्हति किन्तु तदनन्तरं यत् सर्वम् अन्यानि कारणानि सर्वाणि निमित्तकारणानि इति अस्ति अतः अत्रापि स्नेहः समवायिकारणं नास्ति असमवायिकारणं नास्ति अतः निमित्त किन्तु कारणं तु अस्ति अतः निमित्तकारणम् इति अस्तु समीचीनं तर्हि अग्रे तत्र निमिषद्वयं किन्तु एकम् पृच्छामः तर्हि शोभा भगिनी तर्हि तत्र स्नेहः किमर्थम् असमवायिकारणं नास्ति तत्र स्नेहः किमर्थम् असमवायिकारणं नास्ति इति चेत् तत्र स्नेहः समवायिकारणेन जले वर्तते अपि च समवायसम्बन्धेन जले वर्तते अपि च अतः तत्र पुनः पिष्टे समवायसम्बन्धेन वर्तितुं न शक्यते, तर्हि परस्परसम्बन्धेन पिष्टे वर्तते, तर्हि अतः समवायिकारणं नास्ति पिण्डीभावस्य कृते, असमवायिकारणं नास्ति पिण्डीभावस्य कृते. समीचीनं भगिनि. तर्हि पिण्डीभावस्य समवायिकारणं पिष्टः, पिण्डीभावस्य समवायिकारणं पिष्टः. अपि स्नेह असमवायिकारणम् इत्युक्ते पिष्टे एव समवायेन भवेत्, किन्तु स्नेहः पिष्टे समवायसम्बन्धेन यथा भवती उक्तं नास्ति, अतः स्नेहः इति पिण्डीभावं प्रति असमवायिकारणं नास्ति, किन्तु कारणं तु अस्ति इति कृत्वा, कारणं तु अस्ति इति कृत्वा निमित्तकारणम्. तर्हि तत्र समवायकारणेन नास्ति, असमवायकारणेन नास्ति पिष्टे, तर्हि परम्परा सम्बन्धेन एव अस्ति, सम्बन्धेन समवायसम्बन्धेन, अतः निमित्तकारणम् इति, अतः निमित्तकारणम् इति भवति. समीचीनं. समवायं न, असमवायं न इति. अस्तु. आचार्य, आचार्य, अनेन जलमात्रवृत्तित्वमपि स्थापितं वर्तते अत्र, यतो हि स्नेहः जले एव अस्ति इति साधनीयं, साधनीयमस्ति किल, अतः निमित्तकारणं जले एव अस्ति. सत्यं भगिनि, तस्यापि वक्तव्यम् अस्ति. समीचीनं. मया पूर्वम् उक्तं किल, घृते अपि नास्ति वा? सत्यं सत्यं भगिनि. समीचीनम्. अतः तत्र केवलं जले किमर्थम् इति तस्य अपि तत्र तस्मिन् विषये तत्र अहं प्रेषितवान् वा, तत्र अहं तत्र अहं ईमेल् माध्यमेन यत् तत्र प्रेषितं, तत्र भीमे नेट् निष्करपत्रम् इति अस्ति खलु, तत्र करपत्रम् उद्घाटयति चेत् तत्र भवती पश्यति, तत् अग्रिमे सप्ताहे पठामः, अग्रिमवर्गे पठामः, तर्हि जलमात्रवृत्तित्वं कथम् इति. अन्यासु द्रव्येषु परिष्कृतमस्ति इदानीं, स्नेहत्वं केवलं नाम तत्र ईमेल् मध्ये, ईमेल् मध्ये तत्र यत् नाम अस्य वर्गस्य ईमेल् तत्र अनौन्स्मेण्ट् आसीत् खलु, तत्र भीमे नीड् दुष्करपत्रम् इति अहं तत्र लिङ्क् स्थापितवान्. आम्, तत्र अव्यय किम् अन्वय व्यतिरेकाभ्यां पण्डीभावकारणस्य स्नेहस्य जलमात्रवृत्तित्वम् इति जलमात्रकारणस्य पिण्डीभावस्य, पिण्डीभावस्य कारणं स्नेहः, तस्य जलमात्रवृत्तित्वं कथम् इति तत्र करपत्रे तत्र विवरणं दत्तमस्ति, किन्तु प्रथमतया तत्र निमित्तकारणं तस्य एतत् सर्वं पठित्वा तदनन्तरं जलमात्रवृत्तित्वम् इति भवेत्. अतः तत्र अग्रिमे वर्गे तस्य चर्चा भवितुम् अर्हति इति मन्ये. अस्तु अस्तु, तर्हि तत्र बहु समीचीनमस्ति. क्षम्यताम्, अहं तत्र असमायिकारणम् असमायिकारणम् इति उक्तवान्, तत्र स्नेहः किन्तु तत् सत्यं नास्ति, स्नेहः निमित्तकारणमस्ति पिण्डीभावं प्रति, किन्तु स्नेहे तु कारणता तु वर्तते, अतः केवलं कारणता इति वदामश्चेत् तत्र दोषः भवति, स्नेहे अपि कारणता अस्ति, पिष्टे अपि कारणता अस्ति पिण्डीभावं प्रति, किन्तु स्नेहे गुणत्वं योगः कारणता इति वदामश्चेत् तत् स्नेहस्य लक्षणं भवति, किन्तु कारणता तु निमित्तकारणता न तु असमवायिकारणता इति भवति. अस्तु, तर्हि तर्हि समीचीनमस्ति, बहु समीचीनमस्ति. इदानीम् अग्रिमे वर्गे चर्चा भवेत्, अत्र स्थगयामः. धन्यवादः, नमस्काराः. धन्यवादः महोदय.